नमस्ते महोदया। नमस्ते। कथमस्ति महोदय? किञ्चित् अधुना शैत्यमस्ति। अहं बेस्मेन्ट् मध्ये कार्यं करोमि। ओ किञ्चित् अधिकं अत्रापि तथैव। जाकेट् सहितमेव भवान् नमस्ते नमस्ते नमस्ते महोदय। महोदय। नमस्ते महोदय। अहम् आरम्भं करोमि महोदय। तत्र हा किञ्चित् दीर्घम् अनुच्छेदं पठित्वा अर्धभागे एव वयं स्थगितवन्तः खलु। तत्र आम् सूर्यस्य विषयः आम् आम् आम् एतदेव। तदभवत् खलु एतत् हा सर्वं। तदभवत् तदभवत् प्रायः इतः पठनीयम्। तदेव अत्र जगतः प्रभाजलमाकृष्य कमलानि समुद्र्य सः भागः अपि पठितः। ओ आम् आम् आम् न न तत्र पुनः इवसु सूर्यस्य अस्तमनसमयः, अतः तस्य रक्तवर्णः भवति। अनवरतभ्रमणपरिश्रमश्रान्तयुव सुषुप्सुः, तत् सर्वदा सततं तस्य गतिः इति कारणात् सः बहु श्रान्तः अस्ति। निद्रां कर्तुम् इच्छुः सः म्लेच्छगणदुराचारदुःखाक्रान्तवसुमतीवेदनामिव समुद्रशायिनी निवेदयिषुः। वैदिकधर्मध्वंसदर्शनसञ्जातनिर्वेदैव गिरिगहनेषु प्रविश्य तपश्चिकीर्षुः। धर्मतापतप्तैव समुद्रजले निस्सिस्नासुः। सायं समयम् अवगत्य सन्ध्योपासनमिव विधित्सुः हा कर्तुम् इच्छुः। एतत् न पठितवन्तः महोदय। एतावत्पर्यन्तं पठितवन्तः। नास्ति कोऽपि मत्कुले यः स्कन्दग्रहं धर्मध्वंसिनो यवनहतकान् यज्ञीयात् अस्मात् भारतगर्भान् निस्सारयेत् इति। किञ्चित् शब्दस्य अधिकं करोति किं? वाल्यूम् किञ्चित् अधिकं करोतु, सम्यक् न श्रूयते। अस्तु महोदय। नास्ति कोऽपि मत्कुले यः सकण्टग्रहं धर्मध्वंसिनो यवनहतकान् यज्ञियात् अस्मात् भारतगर्भान् निस्सारयेत् इति। चिन्ताक्रान्त इव कन्दरि कन्दरेषु प्रविभिक्षुः भगवान् भास्वान् क्रमशः क्रूरकरान् अपहाय दृश्यपरिपूर्णमण्डलः संवृत्य श्वेतीभूय पीतीभूय रक्तीभूय च गगनधरादलाभ्याम् उभयतः आक्रम्यमानः इव अण्डाकृतिम् अङ्गीकृत्य कलिकौतुककवलीकृतसदाचारप्रचारस्य पातकभुञ्जभिञ्जरिति धर्मस्य च यवनगणग्रस्तस्य भारतवर्षस्य च स्मारयन् अन्धदमसे च जगत् पातयन् चक्षुषाम् अगोचर एव सञ्जातः. किञ्चित् विवरणं ददाति किम् अग्रे? पूर्वमेव सः विधित्सुः तावत्पर्यन्तं वयम् अर्थं पठितवन्तः खलु, तस्य सूर्यस्य विषयं यथा सः श्रमपरिहाराय निद्रां कर्तुम् इच्छुः इति तत्सर्वं वयं पठितवन्तः. तस्य सः किं चिन्तयति इदानीं? नास्ति कोऽपि मत्कुले, सूर्यवंशे कोऽपि नास्ति इदानीम् इति. यः स कण्ठग्रहं धर्मध्वंसिनः यवनः तकान् यज्ञादस्मात् भारतगर्भात् निस्सारयेत्. भारतगर्भात् निस्सारयेत् इत्युक्ते भारतात् बहिः प्रेषयेत्, बहिः विद्रावयेत् कोऽपि तादृशः मत्कुले सूर्यवंशे इति सः वदति. कोऽपि तादृशं कार्यं कर्तुं कोऽपि शक्नुयात् इति. किं कर्तुम् इत्युक्ते सकण्ठग्रहं तत्र वदामः खलु, कण्ठं गृहीत्वा बहिष्कारं कुर्वन्ति खलु, विद्रावयति खलु, तदेव सकण्ठग्रहं. कान् धर्मध्वंसिनः यवनः तकान् यस्मात् यज्ञात् भारतगर्भात्. यज्ञात् इत्यस्य अर्थः अस्ति यज्ञकरणयोग्यात् इति. भारतभूमिः यज्ञकरणार्थं बहु पुण्यभूमिः खलु, तादृशपुण्यभूमेः भारतात् भारतस्य गर्भात् कः निस्सारयेत्? तादृशः मत्कुले कोऽपि नास्ति इति चिन्ताक्रान्तः इव तथा तथा चिन्ताक्रान्तः अस्ति इव भासते, यतः सः किं कुर्वन् अस्ति इदानीं? कन्दरी कन्दरेषु, कन्दरी कन्दरम् इत्युक्ते गुहाः इति. कन्दरम् अस्य अस्ति इति कन्दरी इति यत् वदामः पर्वतस्य, तत्रत्य पर्वतस्य कन्दरेषु गुहासु प्रविचिक्षुः, तत्र क्षम्यतां प्रविवीक्षुः, प्रवेशं कर्तुम् इच्छुः भगवान् भास्वान् सूर्यः क्रमशः क्रूरकरान् अपहाय. इदानीम् अस्तमसमये सः किं करोति सूर्यः? तस्य किरणानि, तीव्र उग्रकिरणानि कदा भवति साधारणतया? भवन्ति साधारणतया मध्याह्नकाले, मध्याह्नसमये एव किरणानि बहु तीव्राणि भवन्ति. सायङ्कालं यदा भवति तस्य तीव्रता न्यूना भवति. अतः तथा अपहाय, क्रूरकरान् अपहाय त्यक्त्वा दृश्यपरिपूर्णमण्डलः. सूर्यास्तमनसमये किरणानि न दृश्यन्ते खलु, सूर्यः कथं दृश्यते? मण्डलमिव दृश्यते, केवलं रक्तमण्डलमिव दृश्यते सूर्यास्तमनसमये. तथा दृश्यपरिपूर्णमण्डलः, परिपूर्ण इति किमर्थमस्ति? पूर्णतया सूर्यमण्डलं वृत्ताकारे सम्यक् दृश्यते. संवृत्य तथा भूय श्वेतीभूय प्रथमं, तस्य वर्णनं बहु सम्यक् अस्ति. प्रथमम् इतोपि अस्तमनसमयः इतोपि किञ्चित् कालः अस्ति इति समये श्वेतः भवति, तदनन्तरं किञ्चित् पीतवर्णीयः भवति सूर्यः. अनन्तरम् अस्तम पूर्णतया समुद्रे यदा सः निमग्नः भवति तदा रक्तवर्णीयः भवति. तथा श्वेतीभूय प्रीतिभूय रक्तिभूय च गगनधरातलाभ्याम् उभयतः आक्रम्यमाणः, तदा तथा एव भवति. बहु बृहन्मण्डलः भवति, अतः गगनमपि आक्रम्यते इति दृश्यते. तथा एव धरातलस्य अपि गतिः तथा एव भवति इति. तावान् बृहान् भवति सः, आक्रम्यमाणः इव अण्डाक्रातिम् क्षम्यताम् अण्डाकृतिम् अङ्गीकृत्य बृहन्मण्डलरूपे सः परिवर्तनं प्राप्नोति. अनन्तरं पुनः कलिकौतुककवलीकृतसदाचारप्रचारस्य, कलिकौतुकमध्ये कलियुगस्य प्रभावात् किं भवति, सदाचाराणां सत्त्वगुणानां सदाचाराणाम् अस्माकं पारम्पर्यसनातनधर्मस्य सर्वस्य अपि कलिकाले किञ्चित् नाशः भवति खलु. अतः तत् सर्वं कलियुगस्य प्रभावात् एतत् सर्वं कवलीकृतम् इव पातकपुञ्जपिञ्जरितधर्मस्य. इदानीं यवनानाम् आक्रमणम् अभवत्, अतः तेषां समूहस्य कारणात् धर्मस्य नाशः अभवत्. पिञ्जरितधर्मस्य इत्युक्ते धर्मस्य नाशः इति. तथा यवनगण प्रस्थस्य भारतवर्षस्य, क्षम्यतां, यवनगणग्रस्तस्य, यवनगणेन ग्रस्तः ग्रस्तमस्ति भारतम् अतः, अथवा ग्रस्तः अस्ति भारतवर्षः. तत् स्मारयन् अन्धतमसे च जगत् पातयन्. अन्धतमस् इत्युक्ते अर्थः कथं अत्र तस्य वर्णनं कृतम् इति पश्यामः. साधारणतया अन्धतमस् तमस् इत्युक्ते अन्धानां नेत्रहीनत्वात् तेषां सर्वदा अन्धकारः एव अनुभूयते खलु. तथा एव वयमपि अस्माकं नेत्रयोः निमीलनं कुर्मः चेत् अस्माकमपि अन्धकारः एव. जात्यन्धस्य वा अस्माकं वा मध्ये कः भेदः भवति? तथा बहिः किं भवति, किं भवदस्ति इति अज्ञातवन्तः वयं किं कुर्मः? नेत्रयोः निमीलनस्य कारणात् वयमपि अन्धतमसि एव भवामः इति अर्थः भवति. तादृश अन्धकारे जगत् पातयन् चक्षुषाम्, अतः सूर्यः चक्षुषाम् अगोचरः एव सञ्जातः, जनानां चक्षुषाम् अगोचरः अभवत् इति. इत्युक्ते अन्ततो गत्वा तस्य आस्तमनम् अभवत् इति अर्थः भवति. अत्र अन्धतमसः विषये किं दत्तम् इति एकवारं पश्यतु. अन्धतमसे गाढध्वान्ते ध्वान्ते गाढे तावदेव गाढध्वान्तम् इति गाढान्धकारः, ध्वान्तम् इत्युक्ते अह अन्धकारः, गाढध्वान्ते इति गाढान्धकारः. तत्र अत्यधिक अन्धकारः भवति चेत् किमपि न दृश्यते, सर्वत्र केवलम् आञ्जनमिव भवति तथा इति. अस्तु, किमपि न दृश्यते. अक्षरा भगिनि पठामि. ततः संवृत्ते किञ्चित् अन्धकारे धूपधूमेनैव व्याप्तासु हरित्सु भुशुण्डीं स्कन्दे निधाय निपुणं निरीक्षमाणः तत्र आगतप्रत्यागतञ्च विदधानः प्रतापदुर्गदौ दौवारिकः कस्यापि पद पादक्षेप ध्वनिम् इव अश्रौषीत् ततः स्थिरीभूय पुरतः पश्यन् सत्यपि दीपप्रकाशेऽवत अवतंस दीपप्रकाशे अवतंस वशात् अवतमसवशात् अवतमसवशात् आगन्तारं कमपि अनवलोकयन् गम्भीरस्वरै स्वरैः गम्भीरस्वरेण एवम् अवादीत् कक्कोत्र भोः कक्कोत्र भोः इति. कः कोत्र भोः, कः कोत्र भोः इति विवरणं ददातु. तत्र इदानीं सूर्यास्तमनम् अभवत् अन्धकारः अस्ति, अतः सूर्यास्तमनः अभवत्, अतः सर्वत्र अन्धकारः अस्ति, किमपि द्रष्टुं न शक्यते। तथा तत्र व्याप्तासु हरित्सु भुषुण्डीं स्कन्दे निधाय। तत्र एतदपि वदतु, धूपधूपेन धूमेन इव वाप्तासु हरित्सु. व्याप्तः अस्ति धूपधूमेन, तत्र धूपः तेन धूमेन, न न न धूपधूमेन इव धूपधूमेन इव इव व्याप्सु हरित्सु वा व्याप्तासु. हरित्सु हरित्सु इत्युक्ते दिशः, दिक्षु सर्वाः दिशः धूपधूमेन आवृताः इव भवन्ति इति, यतः अन्धकारः खलु ततः. भुषुण्डीम् इत्युक्ते किं किं महोदय? भुषुण्डि इत्युक्ते गन् गन् किं गन् गन् गन् हा बन्दूकः भुषुण्डि. तावती आगतम् आसीत्, तादृश आयुधानि आगतानि शिवराजस्य काले एव. अस्तु, भुषुण्डीं स्कन्दे निधाय निपुणं निपुणं निरीक्षमाणः आगत प्रत्यागतञ्च विदधानः प्रतापदुर्गदौवारिकः। इदानीं दौवारिकः इत्युक्ते कः? द्वारिकः, द्वारपालकः, द्वारपालः. द्वारपालः सः साधारणतया तादृशद्वारपालकः द्वारस्य पुरतः किं कुर्वन्ति? तत्र आगच्छति गच्छति अटनं आगच्छति, अतः एव आगतप्रत्यागतश्च विदधानः इत्युक्ते तादृशम् आगतं प्रत्यागतम् इति कार्यद्वयं कुर्वन् इति, इतस्ततः आगत्य प्रत्यागत्य इति. तदा अत्र सन्धे तस्यापि कालक्षेपध्वनिम् अत्र पश्यतु, इतोपि निपुणं निरीक्षमाणः इत्युक्ते बहु जागरूकतया सर्वत्र पश्यन् इति, द्वारपालकस्य कार्यमेव खलु तत्. अतः अस्तु, तदा सः कस्यापि आगमन ध्वनि इव पादक्षेपध्वनिः पादक्षेपध्वनिम् इव श्रुतवान् आसीत्। अनन्तरं ततः सः अश्रौ शीत् इति क्रियापदस्य लकारः कः? लुङ् अनन्तरं पुर सः इदानीम् अटनं न कुर्वन् सः इदानीं पश्यति, पुरतः पश्यति, दीपप्रकाशे अवतम अवतमसवशात् अवतमसवशात् आगन्तारं, तत्र तमसः कारणात् यः आगतवान् आसीत् कमपि न द्रष्टुं अशक्नुवन् सः गम्भीरस्वरेण इदानीं पृच्छति कः अत्र अस्ति इति, को अत्र अस्ति इति सः उच्चैः पृच्छति गम्भीरस्वरेण। अस्तु, अन्येन पठ्यताम्. पठामि। अथ क्षणान्तरं पुनः स एव पादध्वनिः अश्राविति भूयः साक्षेपम् अवोचत्, क एष माम् अनुत्तरयन् मुमूर्षुः समायाति बधिरः। ततो दौवारिक शान्तो भव, किमिति व्यर्थं मुमूर्षुर् इति बधिर इति च वदसि इति वक्तारम् अपश्यत एव आकर्णि मन्द्रस्वरमेव उदरावाणी, मन्द्रस्वरमेदुरावाणी। अथ तत्किं नाज्ञायी अद्यापि भवता प्रभुवर्याणाम् आदेशो यत् दौवारिकेण प्रहरिणा वा त्रिः पृष्टोऽपि प्रत्युत्तरम् अददत् हन्तव्य इति, ओ इत्येवं प्रत्युत्तरम् अददत् सः हन्तव्यः हन्तव्यः इति इत्येवं भाषमानेन द्वास्थेन क्षम्यताम् एष आगच्छामि आगत्य च निखिलं निवेदयामि इति कथयन् द्वादशवर्षेण केनापि भिक्षुभटुना अनुगम्यमानः कोऽपि काषायवासः काषायवासाः धृततुम्बीपात्रः भस्मच्छुरितललाटः रुद्राक्षमालिकासनाथिकण्ठः सनाथितकण्ठः भव्यमूर्तिः सन्न्यासी दृष्टः ततस्तयोरेवम् अभूत् आलापः. तर्हि तत्र क्षणान्तरं पुनः सः एव क्षणानन्तरं किञ्चित् कालानन्तरं पुनः सः एव पादध्वनिः अश्राविति पुनः अश्राविति पुनः लुङ्लकार अत्र अश्रावि इति अश्रावि इत्युक्ते कर्मणि प्रयोगः हर्ड् इति अर्थः भवति. श्रुधातोः अश्रावि इति लिट्लकारस्य कर्मणि प्रयोगः भवति. अश्रावि इति भूयः सः आक्षेपम् अवोचत् पुनः आक्षेपं करोति सः साक्षेपम् अवोचत् साक्षेपम् अवोचत् वदति उक्तवान् कः एष कः एषः माम् अनुत्तरयन् मुमूर्षुः समायाति बधिरः. मुमूर्षुः इत्यत्र अर्थः मुमूर्षुः मर्तुम् इच्छुः. ओ मर्तुम् इच्छुः ओ यतः अत्र माम् अनुत्तरयति चेत् अहं तं मारयामि इति. अतः सः तादृश इच्छा अस्ति चेदेव अत्र बधिरः एव किमपि न वदति न मम समीपम् आगच्छति मुमूर्षुः सः मुमूर्षुः मर्तुमिच्छुः. अस्तु ततः दौवारिका इति अन्यः सः वदति शान्तः भव किम् इति व्यर्थं मुमूर्षुः इति बधिर इति च वदसि किमर्थम् एवं वदसि इति वक्तारम् अपश्यत दृष्टवान् एव आकर्णी इत्युक्ते श्रुतवान् इति प्रायः आकर्णी मन्द्रस्वरमेदुरावाणी नाम मन्दस्वरेण सह अपश्यत तेन एव इति अपश्यत इव इत्यत्र अपश्यत इति तृतीयाभक्तिः भवति. तेन दौरादिकेन आकर्णी श्रुतं किम् इति का श्रुता वाणी श्रुता कीदृशी वाणी मन्त्रस्वर मेदुरावाणी तत्र मन्दस्वरेण मेदुरा इति मेदुरा इत्युक्ते तत्र अस्ति सान्द्रस्निग्धा इति इत्युक्ते गम्भीरध्वनिः इति अर्थः. साधारणतया तत् पूर्वमेव दत्तमस्ति मन्द्रस्वरेण इति मन्दा न मन्द्र अत्र साधारणतया मन्द्रस्वरेण इत्युक्ते डीप् डेप्त् इति अर्थः भवति. अनन्तरं मेदुरा पुनः तत्र स्निग्धता अपि अस्ति. मेदुरावाणी अथ तत् किं न अज्ञायी तत्र प्रायः न अज्ञायी न अज्ञायी इत्युक्ते न ज्ञातं कर्मणि प्रयोगः न ज्ञातं न ज्ञातम् अद्यापि भवता यत् प्रभुवर्याणाम् आदेशः कः आदेशः दौवारिकेन प्रहरिणा वा त्रिः पृष्टः अपि त्रिवारं पृच्छति चेदपि प्रत्युत्तरम् अददत् चेत् हन्तव्यः इति त्रिवारं प्रष्टव्यम् इति तेन न दीयते चेत् सः हन्तव्यः हन्तव्यः इति इत्येवं भाषमानेन द्वास् द्वाहस्थेन तत्रापि द्वारे तिष्ठ इदानीं द्वारि द्वा इति अन्यत् पदमस्ति द्वारं द्वारे द्वाराणि इति आकारान्तनपुंसकलिङ्गपदम् एकं द्वाः इति तादृश हलन्तशब्दः अपि भवति तत्र द्वारि स्थितेन इत्यस्य समासः द्वास्थेन इति भवति. द्वास्थेन द्वारिस्थितेन पुनः क्षम्यताम् एषः क्षम्यतामयञ्जनः आगच्छामि आगत्य च निखिलं निवेदयामि, सर्वमपि निवेदयामि इति कथयन् द्वादशवर्षेण केनापि भिक्षुवटुना अनुगम्यमानः, सः भिक्षुवटुना आगच्छति, सः कोऽपि काषायवासाः, काषायवस्त्रं धरति, धृततुम्बीपात्रः, तत्र किं सन्न्यासी इत्युक्ते साधारण भिक्षापात्रं भवति खलु तस्य हस्ते, तदेव तुम्बीपात्रं, तुम्बीपात्रम्, अनन्तरं भस्मच्छुरितललाटः, ललाटे भस्म भस्मेन अङ्कितः, रुद्राक्षमालिका, भस्मना भस्मनाङ्कितः, अनन्तरं रुद्राक्षमालिका, सनाथितकण्ठः, कण्ठे रुद्राक्षमाला वर्तते. तत्र सनाथित इति पदस्य प्रयोगं पश्यतु, यदा कण्ठे अस्ति किमपि अस्ति इत्युक्ते कण्ठः नाथेन सह वर्तते इति अर्थः, अतः सनाथितः इति अर्थः भवति. इदानीं रक्षणार्थं स्वामी कोऽपि नास्ति चेत् तादृशजनाः अनाथाः इति उच्यन्ते. रक्षितुं पालयितुं पोषयितुं कोऽपि अस्ति चेत् स्वामी वा जनकः वा बान्धवाः वा कोऽपि अस्ति चेत् ते सनाथाः, सनाथित इति कृदन्तप्रयोगः. अतः कण्ठे सनाथित, कण्ठः सनाथितः अस्ति, केन सह वर्तते, रुद्राक्षमालिकया सह वर्तते इति सः सनाथितकण्ठः. अपि च भव्यमूर्तिः सन्यासी दृष्टः, तादृशः सन्यासी दृष्टः तेन दौवारिकेन, ततस्तयोः एवम् अभूत् आलापः, एवं सम्भाषणं जातम्. अन्येन पठ्यते किम्? अद्य केवलम् एतेव एव वा? विमला भगिनी अपि अस्ति, पठामि महोदय. विवेकः अपि अस्ति खलु? सर्वे सन्ति, अहमपि अस्मि महोदय. उत्तमम्, अत्र न दृष्टम् अतः एव. सन्ध्या भगिनी अस्ति, अस्ति, सा अपि अस्ति महोदय. आरम्भात् एव आसम्. अस्तु, तर्हि अहं पठामि किम्? आम्. सन्न्यासी कथमस्मात् सन्न्यासिनोपि कठोरभाषणे भाषणैः तिरस्करोषि? दौवारिकः, भगवन् भवान् सन्न्यासी तुरीयाश्रमसेवीति प्रणम्यते, परन्तु प्रभूणाम् आज्ञामुल्लङ्घ्य निजपरिचयम् अददेवा यातीत्याकृष्यते. अत्र एवम् एकक्षणं भगिनि, तत्र यत्र यत्र वचनानि भवन्ति तत्र किञ्चित् ध्वनेः अपि भेदः भवतु, प्रश्नस्य समये एव भवतु. अन्य कोऽपि पठेत् किं? भवती एव पठतु, चिन्ता मास्तु, परन्तु तथा ध्वनिः भवतु, नाटकपठने तत्तु लाभाय भवति इति. अस्तु, सन्न्यासी कथमस्मान् सन्न्यासिनोपि कठोरभाषणैः तिरस्करोषि? दवारकः, भगवन् भवान् सन्न्यासी तुरीयाश्रमसेवीति प्रणम्यते, परन्तु प्रभूणाम् आज्ञाम् उल्लङ्घ्य निजपरिचयम् अददत् एव आयाति इति, आयाति इति आकृष्यते, आकृष्यते. द्वयमपि अस्ति खलु तस्य ध्वनौ. सः सन्न्यासी पृच्छति कथम् अस्मान् सन्न्यासिनः अपि कठोरभाषणैः तिरस्करोषि इति तस्य आक्षेपः. अतः सन्न्यासी इति कारणात् प्रणमामि, परन्तु निजपरिचयं न दत्तवान् इति कारणात् अहम् आक्रोशं प्रदर्शयामि. आकृष्यते. सन्न्यासी वदति, सत्यं क्षान्तोऽयमपराधः, परम् अद्यावधि सन्न्यासिनः, ब्रह्मचारिणः, पण्डिताः, स्त्रियः, बालाश्च न किमपि प्रष्टव्याः. आत्मानम् अपरिचायन्तोऽपि प्रवेष्टव्याः. आत्मानं परिचायन्ति इत्युक्ते अर्थः परिचयं ददाति, परिचाययति, एते भवन्ति एक्सेप्शनल्स् इति न प्रष्टव्य ते प्रवेष्टव्याः एव न किमपि प्रष्टव्याः प्रवेष्टव्याः एव इति. अस्तु अन्य कोऽपि पठेत् किं कि अग्रेसरणीयम्. अहं पठामि वा? अस्तु. दौवारिकः सन्यासन् सन्यासन् बहु बहुक्तं बहुक्तं विरम बहुक्तं बहुक्तं विरम न वयं दौवारिक ब्राह्मणः अपि अज्ञायं प्रतीक्षामहे अज्ञायं प्रतीक्षामहे आज्ञायं प्रतीक्षामहे ब्रह्मणापि आज्ञां प्रतीक्षामहे ब्रह्मणापि आज्ञां प्रतीक्षामहे. किन्तु ये वैदिकधर्म रक्षाव्रति यः च सन्यासिनां ब्रह्मचारिणां तपस्विनां च सन्यासस्य ब्रह्मचार्यस्य ब्रह्मचर्यस्य तपसः च अन्तरायाणं हन्त येन च प्रसविनीयम् उच्यते कोङ्कणदेशभूमिः तस्य एव महाराज शिववीरस्य आज्ञां वयं शिरसा वहामः. इदन्तस्य अर्थः अवगतः खलु? विवरणम् आवश्यकं चेत् भवानेव वदति वा अर्थं? भवान् बहु उक्तं विरम न वयं दौवारिका ब्राह्मणः अपि इत्युक्ते अत्र द्वारस्य समीपे साक्षात् ब्रह्मदेवः भवत् आगच्छति चेदपि तस्य तदर्थमपि वयं शिवराजस्य आज्ञां परिपालयामः प्रतीक्षामहे इत्युक्ते सः अपि परिचयं दद्यात् इति ब्रह्मा अपि परिचयं दद्यात् इति. ये वैदिकधर्म रक्षाव्रति यः च सन्यासिनां ब्रह्मचारिणां तपस्विनां च सन्यासस्य ब्रह्मचार्यस्य तपस्सः च अन्तरायाणां अन्तरायाणम् इत्युक्ते ते एतेषु विषयेषु विघ्नान् यः आनयति तस्य हन्त अस्ति अस्माकं शिवराजः इति अग्रे वदति. पुनः कीदृशः शिवराजः सः? येन प्रसविनीयम् उच्यते कोङ्कणभूमिः कोङ्कणदेशस्य प्रदेशः वीराणां प्रसविनी वीराणां माता इति उच्यते इति तादृशकोङ्कणदेशस्य इति महाराष्ट्रे बहवः वीराः सन्ति तादृशवीरान् दत्तवती भूमिः कोङ्कणभूमिः. तादृशमहाराजम् अहं शिरसा अग्रे पठतु अग्रेपि. अत किमपि अस्तु पन्थानां निर्दिश आवां शिववीर निकटे जिगमिषावः गन्तुम् इच्छामः. अत्र द्विवचनं खलु अतः एव आवां. दौवारिकः अलम् आलप्यपि तत् प्राह्णे महाराजस्य सन्ध्या अपि सन्ध्योपासनसमये सन्ध्योपासनसमये भवादृशाणां प्रवेशसमयः भवति, न तु रात्रौ. अत्र तत्र विजिटिङ्ग् अवर्स् इति वदामः खलु, तत्र शिवराजेन सह मेलनसमयः भवति प्राह्णे. प्राह्णे इत्युक्ते सायङ्काले इति. अत्र तस्मिन् समये एव आगन्तव्यं भवता, न तु रात्रौ, रात्रिसमये मेलनं न भविष्यति इति. अत्र एकः प्रयोगः अस्ति, कश्चन पश्यतु. अलम् आलप्य अपि इति, अलम् इति पदस्य प्रयोगः साधारणतया वयं तृतीयविभक्तौ पश्यामः, रोदनेन अलं, परलापेन अलम् इत्यादि. परन्तु नाटकेषु, अनन्तरं केषुचन ग्रन्थेषु ल्यबन्ते, त्वान्ते अपि भवितुम् अर्हति. अतः एव अलं रुदित्वा इति वदन्ति, अत्र त्वान्तं भवति. तत्र एव आलप्य इति उपसर्गः अस्ति इति कारणात् ल्यबन्तम् आलप्य अलम् इति अर्थः भवति, आलापेन प्रलम् इति अलम्. अपि अपि इति अपि वक्तव्यं वा? आलाप्य अपि. सो अलम् आलाप्य इति समीचीनं वा? आलप्य अलम् आलप्य इति समीचीनं वा? अल अपि अपि वक्तव्यं वा? अपि भवति, अलम् आलप्य अपि तत्. तत्र कः प्रश्नः? सो अपि इति शब्दः अपि उपयोगं कर्तव्यं वा अलम् आलापनेन? तत्र केवलम् अलम् आलप्य तावत् पर्याप्तम्. अस्तु अग्रे संन्यासी, तत् किं कोऽपि न प्रविशति रात्रौ? दौवारिकः साक्षेपम्, कोऽपि कथं न प्रविशति? परिचिता वा, प्राप्तपरिचयपत्रा वा, आहूता वा प्रविशन्ति, न तु भवादृशाः ये तुम्बीं गृहीत्वा द्वाराद्वारम् इति कथयन्नेव तत्तेजसेव धर्षितो मध्य एव विरराम. द्वाराद्वारं पर्यन्तं वदतं वदतु, तस्य मुखं दृष्ट्वा तेजसा एव, तेजसा घर्षितः एव मध्ये एव वाक्यं स्थगयति. इति कथनेव तत्तेजसा एव धर्षितः, धर्षितः इति किं? ताडितः इव इति, अथवा भीतः इव इति भवति. सन्यासी, स्वगतम्. राजनीतिनिष्णातः शिववीरः, सर्वथा दौवारिकतायोग्य एव अयं द्वारपालः स्थापितोऽस्ति. परीक्षितमपि एनम् एकस्मिन् विषये पुनः परीक्षिष्ये तावत् प्रकटम्. दौवारिक इतायाहि किमपि करणे कथयिष्यामि. सर्वैः अवगतम् इति मन्ये, अग्रे सरामः. प्रश्नः अस्ति चेत् पृच्छन्तु. दौवारिकः तथा कृत्वा कथ्यताम्. सन्यासी, निरीक्षस्व त्वम् अधुना दौवारिकोऽसि, प्राणान् अगणयन् जीविकां निर्वहसि. त्वं सहस्रं वा अयुतं वा मुद्रा राशीकृताः कदापि प्राप्स्यसि इति न कथमपि सम्भाव्यते. आम्, अग्रे कथ्यताम्. वयञ्च सन्यासिनो वनेषु गिरिकन्दरेषु च विचरामः, सर्वं रसायनतत्त्वं विद्मः. त्यादेवम्, अग्रे अग्रे. तद्यदि त्वं मां प्रविशन्तं न प्रतिरुन्धेः, तदधुनैव परिष्कृतं पारदभस्म तुभ्यं दद्याम्. यथा त्वं गुञ्जामात्रेणापि द्वापञ्चाशत् संख्याक तुलापरिमितं ताम्रं जाम्बूनलं विधातुं शक्नुयाः. अवगतं खलु. तत्र उपरि द्वापञ्चाशत् संख्याकतुलापरिमितं ताम्रं जाम्बूनदम् इत्युक्ते सुवर्णम् इति वा? सुवर्णं तत्र केनापि पत्र पर्णान पर्णरसेन तत्र रासायनिकगुणः अस्ति तस्य तस्य स्पर्शमात्रेण वा अथवा तेन सह तत्र ताम्रस्य किञ्चित् क्वथनेन वा केनापि कस्य किञ्चन कार्यं भवति तस्य स्वर्णता भवति इति साधारणतया वदन्ति सिद्धपुरुषाः तादृशकार्येषु निपुणाः इति वदन्ति. तत्र कियत् तत्र कियत् सत्यांशः कियान् अस्ति इति वयं न जानीमः. तत्र रसवादः इति वदन्ति तस्य कार्यस्य, तत् अहं पाठयामि इति उत्कोचरूपेण तं परीक्षितुम् इच्छति सन्यासी इति. तस्य द्वारपालकस्य सत्यसन्धता कियत् कथम् अस्ति इति परीक्षितुम्. अन्य कोऽपि पठति वा? सुधा भगिनी. सुधा अस्ति किम्? आम् महोदय. दौवारिकः हंहो कपटसन्यासिन् कथं विश्वासघातं स्वामी स्वामीम् इव वञ्चनञ्च वञ्चनञ्च स्वामी वञ्चनञ्च विशिक्षयसि. ते केचनान्ये भवन्ति केचन अन्ये भवन्ति जारजाताः. जारजाताः वा? अर्थः किं जारजाताः? अर्थः वा? अर्थः इत्युक्ते अत्र अत्र परपुरुषाणां सहवासेन जाताः पुत्राः भवन्ति ते जारचट्री इति भवति. ये उत्कोचलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसे पातयन्ति. न वयं शिवगणाः तादृशाः सन्यासिनः हस्तं धृत्वा. इतः तु सत्यं कथय कः त्वं? कुत आयातः? केन वा प्रेषितः? सन्यासी स्मित्वेव. अत्र शिवगणाः तादृशः इति उक्तं खलु. शिवगणाः इति तत्र रुद्रस्य गणः इति न अर्थः. शिवराजस्य सेवकाः इति अर्थः. सेनानि. अथ त्वं मां कं मन्यसे? दौवारिकः अहं तु त्वाम् अस्य एव ससेनस्य आयातस्य अपजलखानस्य. ओ अपजलखानस्य. सन्यासी विनिवार्य मध्ये एव धिक् धिक्. दौवारिकः कस्य अपि अन्यस्य वा गूढचारं मन्ये? अपजलखानस्य इति यदा उक्तं तदा धिक् धिक् इति वदति खलु सन्यासी. अतः गूढचरः भवतु अन्यस्य इति सः एव परिवर्तयति तस्य वाक्यं स्ववाक्यं. तदा आदेशं पालयिष्यामि प्रभुवर्यस्य. हस्तम् आकृष्य आगच्छ दुर्गाध्यक्षसमीपे. सः एवम् अभिज्ञाय त्वया यथोचितं व्यवहरिष्यति. ततः सन्यासी तु त्यज न अहं पुनरायास्यामि न अहं पुनरेव कथयिष्यामि. महाशयः असि दयस्व इति सहस्रदा इति सहस्रदा समचकत् अचकत् तथापि दौवारिकः तु तमाकृष्य नयनेव प्रचलितः. तत्र समचकथत् इति किम्? अचकथत् इत्युक्ते किम्? सम् अचकत् खलु अचकत् चकारः चकारः किमर्थम् अस्ति अहं चिन्तयामि लिट्लकारः कथधातोः भवति खलु अकथयत् इति भवति लङ्लकारे लिट्लकारः भवति चेत् चकारस्य अपि प्रयोगः भवति अचकथयत् इति यथा चकारः क्षम्यताम् अचकथत् इति यथा चकारः चकारः इति अत्र टिप्पण्यां किमपि अस्ति वा पश्यतु केवलम् अर्थः दीयते तावदेव आलटेन इति हिन्दी अपाङ्गः नेत्रप्रान्तभागः अपाङ्गौ एतत् न तत्र तु अग्रिम अनुच्छेदस्य लिट्लकारे कथयाञ्चकार इति कथयाञ्चकार लिट्लकारे तथापि भवति अथवा रूपद्वयम् अस्ति वा सन्यासः अहं चिन्तयामि तथा परन्तु दोषः आत्मनेपदी वा न न आत्मनेपदी अपि कथया चक्रे कथया चक्रे इति चक्रे इति भवति परन्तु अत्र विवरणं दत्तं किं लुङ्लकारे अस्ति भगिनि महोदय कथं भवति तत्र तत्र चकारः धातोः एव प्रायः भवेत् इति मन्ये द्रष्टव्यं तत्र अष्टाध्यायीमध्ये दृष्ट्वा वदतु जाम्बूनदं सुवर्णं किञ्चित् अतः करोति वा महोदय स्त्रियां पलशतं चमरः न धातोः विषयं पठति चेत् कथ धातोः विषयं पठतु तत्र कः अर्थधातोः विषयं न अत्र अष्टाध्यायीतः वा अष्टाध्यायाम् अस्ति चुरादिगणे अस्ति महोदय तर्हि कथ योगः निच् तत्र पश्चात् विकरणप्रत्ययः छिलि इति अस्ति तत् चङ् भवति तत्र बहवः स्तराः सन्ति अस्मिन् प्रक्रियायां लृङ्लकारे तत् लृङ्लकारमेव लुङ्लकारे अस्ति परस्मैपदं साधारणतया तथा न भवति अगात् अगमत् इति तथा भवति अत्र चकारस्य योगः अस्तु आत्मने अस्ति उभयपदी तु आत्मनेपदी अपि अस्ति तत्र आत्मनेपदी एव दत्तमस्ति अचकथत् इति अस्ति खलु परस्मैपदी एव ता नास्ति तर्हि लुङ् तत् पुनः एकं वृत्तं किञ्चित् किञ्चित् स्वीकृत्य पठन्तु एकैकश्चः लक्ष्मीनारायणमहोदय अतः यावत् द्वारस्य स्तम्भे उपरि स्तम्भोपरि स्तम्भोपरि स्थापितायां काच मञ्जूषायां ज्वाज्वल्यमानस्य प्रबलप्रकाशस्य दीपस्य समीपे समायातः तावत् सन्यासिनो उक्तं दब्बारिक अपि मां पूर्वमपि अतः दौवारिकः पुनस्तं निपुणं निरीक्षमाणः मन्त्रेण स्वरेण अरुणापाङ्गाभ्यां लोचनाभ्यां गौरतरेण वर्णेन यौवनेन जुम्बितयौवनेन वयसा निर्भीकेन निर्भीकेन हारिणा च मुखमण्डलेन पर्यचिनोत् इति अत्र तत्र काचस्य मञ्जूषायाम् इत्युक्ते अत्र तेषु दिनेषु काचस्य अपि उपयोगः आसीत् ग्लास् अत्र मञ्जूषायाम् इति तदेव आवरणरीत्या भवति दीपः दीपस्य तत्र प्रकाशे तं पश्यति सः अपि वदति सन्यासी मां पूर्वं कदापि द्राक्षिः दृष्टवान् वा इति तदा पुनः निपुणं निरीक्षमाणः जागरूकतया पुनः पश्यति तदा तस्य परिचयः भवति पर्यचिनोत् इत्युक्ते सः कः इति तदा एव सः ज्ञास्यति गौरतरेण वर्णेन चुम्बितयौवनेन वयसा तस्य गौरवर्णः श्वेतवर्णः अत्र बहु तस्य यौवनवयसि अस्ति सः तं सम्यक् परिशीलयति तदा अवगम्यते मुखमण्डलेन पर्यच्छिनोत् इति तस्य मुखं दृष्ट्वा तस्य निर्भीतमुखं दृष्ट्वा सः अवगच्छति अग्रे इत्युक्ते सः शिवराजः वा न न पश्यामः अग्रे पश्यामः वयं अखिल महोदय पठति पठिष्यामि किञ्चित् वाक्यद्वयं वा त्रयं वा पठतु तदा एव समयस्य पूर्ति भवति तद् सर्वेषां पठनमपि भवति भुषुण्डि भुषुण्डि समु पुनः भवत्याः पर्यायेन भुषुण्डि आगता भुषुण्डि समुत्तोलने किनकर्कश करग्रहम् अपहार्य सलज्ज इव च संव्रीभूय प्रणमन् उवाच आह कथं श्रीमान् गौरसिंह आर्यः इदानीम् अवगतम् कः इति गौरभटु गौरवर्णः इति आरम्भे वयं पठितवन्तः खलु भटुः गौरभटुः क्षम्यताम् अनुचितव्यवहार एतस्य ग्राम्यवराकस्य तद् अवधार्य तस्य पृष्ठे हस्तं विन्यस्यन् सन्यासीरूपः गौरसिंहः समोचत् दौवारिक अग्रे अस्तु गौरसिंहः समवोचत् दौवारिक मया बहुशः परीक्षितोऽसि ज्ञातोऽसि यथा योग्य एव पदे नियुक्तोऽसि चेति त्वाद्रक्षा एव प्रभूनां पुरस्कारभाजनानि भवन्ति लोकद्वयं च विजयन्ते पदं पश्यतु त्वादृक्षाः इति अस्ति खलु तत्र तादृशः इत्यपि भवति रूपं तादृक्षाः इति रूपं भवति द्विविधशब्दरूपाणि भवन्ति तत्र तादृक् इति शब्दस्य प्रयोगः भवति चेत् तादृक्षाः इति भवन्ति लोकद्वयं च विजयन्ते तव प्रामाणिकतां जानीत प्रामाणिकतां जानीत एव अत्र भवान् प्रभुवर्यः परम् अहमपि विशिष्य कीर्तयिष्यामि प्रभुः शिवराजः अपि जानाति जानीत इति खलु विधिलिङ्गक जानीत आम् न जानीत इत्यस्य आत्मनेपदित्वं लङ्लकारे अस्तु अत्र भवान् प्रभुवर्यः इति शिवाजेः शिवराजस्य विषये गौरवार्थम् अत्र भवान् इति वदामः अहमपि कथयिष्यामि कीर्तयिष्यामि अस्तु निर्दिश तावत् कुत्र श्रीमान् किञ्चानुतिष्ठति अग्रे अन्येन ततः पुनर्बद्धाञ्जलेः दव्वारिकस्य किमपि कर्णे कथितम् आकर्ण्य प्रधानद्वारमुल्लङ्घ्य नेदीयस्याम् एकस्यां निम्बतरु तलन्वेदिकायां सहचरं समुपवेश्य तुम्बीमेकतः संस्थाप्य स्वाङ्गरक्षिकावरणकाषायवसनं च एकतः निम्बशाखायाम् अवलम्बय्य पटेन प्रक्ष्मणोः कपोलयोः कर्णयोः भ्रुवोः चिबुके नासायां केशप्रान्तेषु च छुरिताम् इव विभूतिं प्रोञ्च्य कन्दयोः पृष्ठे च लम्बमानान् मेचकान् कुञ्चितान् कचान् आबध्य सहचरपोटलिकात् उष्णीषमाय शिरसि च आधाय सुन्दरमुत्तरीयं च एकं स्कन्धयोः निक्षिप्य वारिकनिर्देश अनुसारं श्रीशिववीर अलङ्कृतम् अट्टालिकां प्रति प्रातिष्ठत. श्रीवीरेण अलङ्कृताम् अट्टालिकां प्रति प्रातिष्ठत. इदानीं सन्यासिनः वेषे एव आसीत् खलु सः, अतः तत्र तत् प्रधानद्वारमपि अतिक्रम्य नेदीयस्यम् इत्युक्ते समीपस्थम् इति अर्थः. एकस्यां निम्बतरुतलवेदिकायां, साधारणतया निम्बतरवः मार्गोषि भवन्ति खलु, तस्य अधः वेदिकाः भवन्ति तत्र. सः एतत् सर्वं करोति, तस्य वेषं परिवर्तयति, तुम्बीम् एकतः स्थापयति, भिक्षापात्रम्, अनन्तरं काषायवसनमपि एकतः स्थापयति, तत्सर्वं करोति. जानाति खलु, इदानीं भवन्तः एव पठितवन्तः, तत्र कोऽपि क्लिष्टपदं नास्ति किमपि. तस्य अर्थं जानन्ति चेत् अग्रे सरामः. तत्र मेचकान् कुञ्चितान् केशान्, कचान् इत्युक्ते केशान्, तत्र वर्णः मेचक इति कृष्णहरितवर्णः वा अथवा हरितकृष्णवर्णः भवति. तत्र मीनाक्षीदेव्याः तादृशवर्णः भवत् जानाति खलु, अतः एव मीनाक्षी मे मुदं देहि इति दीक्षितकृतिः भवति. तत्र भवति मेचकाङ्गी इति, हरितवर्णवर्णीया सा इति, अतः तादृशवर्णः. तादृशकच्छान् सम्बध्य सन्यासी यदा अभवत् भिन्नरूपेण तस्य केशालङ्कारः आसीत. इदानीं तत् आबध्य अनन्तरं तत् सर्वं भिन्नभि उत्तरीयं धृत्वा काषायवस्त्रम् एकत्र संस्थाप्य तत् सर्वं करोति. सर्वत्र सः भस्मभूषणः भवति खलु, तत्सर्वं वस्त्रात् सम्यक् मार्जयति. अनन्तरं गच्छति शिवराजं द्रष्टुं. वेषपरिवर्तनं करणीयं खलु, तत् योग्यं. महाराजदर्शनार्थं ये ये गच्छन्ति तेषामपि कश्चन विधिः भवति खलु, काचन विधिः, एवं वस्त्रं धृत्वा गन्तव्यम् इति, तथा करोति इति तावदेव. इत्युक्ते प्रायः निजरूपं धरति सः, वस्तुतया सः प्रायः सन्यासी नास्ति इदानीं. सः शिवराजस्य गूढचारः एव, अथवा कस्मिंश्चित् पदे भवेत्, परन्तु सः गूढचारकार्यमपि करोति. भिन्नभिन्न वेषं परिवर्त्य एव भिन्नभिन्नकार्याणि कुर्वन्ति. तत्र पूर्वं ब्रह्मचारीरूपेण आसीत् खलु, प्रथमपरिचयस्य समये शिष्यरूपे ब्रह्मचारीरूपे आसीत्, इदानीं सन्यासिरूपे आगतवान्. तत् सर्वं भवति एव. अस्तु, कस्य केवलं विवेकस्य वा, विवेकः पठितवान् वा? न, न, अधुना विवेक महोदयस्य, अनन्तरं सन्ध्या भगिनी. विवेकः, सन्ध्या भगिनी, सुधा, किञ्चित् वाक्यद्वयं वा त्रयं वा पठतु. विमला भगिनी पठतु. विमला भगिनी मया पठितम् आम् तर्हि भवतः पर्याय अस्तु शिववीरस्तु आरभ्य किल शिववीरस्तु कस्याचित् चन्द्रचुम्बिन्यां सान्द्रसुधासार संलिप्त भित्तिकायां भित्तिकायां धूपधूपितायां गज गजदन्त गजदन्त गजदन्तिका गजदन्तिका वा तत् राजा वा गजदन्तिका एव अस्तु छुरिका खड्ग रिष्टिकायां सुवर्ण पिञ्जर परिलम्बमान शुकपिक चकोर सारिका कलकूजित पूजित पूजितायां अट्टालिकायां संध्याम् उपास्योपविष्ट आसीत् तत्र तत्र स्थलस्य वर्णनं तत् तत्र गजदन्तिका इत्युक्ते साधारणतया हुक् भवति खलु हुक् तत्र किमपि तत्र स्थापयितुं तद् अवलम्बनरूपेण स्थापयितुं वस्तूनि भवति खलु भित्तिकायां भवति तादृश हुक् तदेव गजदन्तिका अवलम्बित तत्र अनेक आयुधानि सन्ति तत्र तद्वि विहाय अपि एवं पक्षिणां पञ्जराणि सन्ति इति तत् अथवा ते सर्वे तत्र निवसन्ति बहु स्वातन्त्र्येण तत्र एव निवसन्ति कलकल इति शब्दमपि कुर्वन्ति तादृशपक्षिणः तत्र तादृश अट्टालिकायां सः सन्ध्यावन्दनं कृत्वा स उपविष्टः आसीत् शिवराजः अग्रे सन्ध्याभगिनी परितश्च तस्यैव खर्वामप्यखर्वपराक्रमां भगिनी खर्वामपि अखर्व परिक्रमान् श्यामामपि यशस्समूह श्वेती कृत त्रिभुवनां तथा किञ्चित् विभागं कृत्वा एव पठतु परितश्च तस्यैव खर्वामपि अखर्व पराक्रमां अखर्वपराक्रमां श्यामामपि यशस्समूहश्वेतीकृत त्रिभुवनां कुशासनाश्रयाम् अपि शासनाश्रयां पठनपाठनादि परिश्रमानभिज्ञामपि नीतिनिष्णातां स्थूलदर्शनामपि सूक्ष्मदर्शनां ध्वंसकाण्डव्यसनिनीमपि धर्मधौरेयीं कठिनामपि कोमलाम् उग्रामपि शान्तां शोभितविग्रहामपि गृहसन्धिबन्धां कलितगौरवामपि कलितलाघवां विशालललाटां प्रचण्डबाहुदण्डां शोणापाङ्गां कम्बुग्रीवां सुनद्धस्नायुं वर्तुलश्यामश्मश्रुं धारिताम् आकृतिम् इव वीरतां विग्रहिणीम् इव धीरतां समासादितसमरस्फूर्तिं मूर्तिं स्फूर्तिं मूर्तिं दर्शं दर्शं परं प्रसादम् आसादयन्तः तस्य वयस्याः कटान् अध्यवसन् बहु दीर्घवाक्यमस्ति एतस्य अर्थं अग्रिमे सप्ताहे एव पाठे पठामः. इदानीं सुधा भगिनी एकं वाक्यं पठित्वा स्थगयतु, अनन्तरं विरमामः. तेषु च अपजलखानदमनविषयकवार्तामारिप्सुष्वेव सुष्व एव कश्चित् वेत्रहस्तः प्रतिहारः प्रविश्य वेत्रं कक्षे संस्थाप्य शिरो नमयित्वा अञ्जलिं बद्ध्वा न्यवोदित न्यवोदित प्रभो श्रीमान् गौरसिंहः दिदृक्षते अत्र भवन्तं तदा आकर्ण्य आम् प्रवेश्य प्रवेश्य इति सा आनन्दं प्रवेशय इति सानन्दं सोत्साहं च कथितवती. महाराष्ट्रमण्डलाखण्डले प्रतिहारः निवृत्य सपद्य एव तं प्राविशत् प्राविविशत् अत्र वयं विरमामः इति मन्ये. एकवारं किञ्चित् तस्य पुनः पठित्वा तस्य अर्थम् अवगम्य आगच्छन्तु. टीकायाः साहाय्येन कस्यापि पदस्य क्लेशः भवति चेत् अनन्तरं तस्य विवरणं पश्यामः. अग्रिमसप्ताहे भवति वा वर्गः? अस्मिन्नेव सप्ताहे एव खलु धन्यवादसमर्पणदिनम्. अतः सर्वे विरामम् अनुभवन्तु. परन्तु सोमवासरे वर्गः इति कारणात् अस्माकं कापि बाधा नास्ति. अस्तु, वयं शान्तिमन्त्रम् उक्त्वा विरमामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः.